अस्तु, तर्हि इदानीं तत्र गुणप्रसङ्गे स्मः. तत्र विभागस्य विषये परिशीलितवन्तः आसम्. तत्र विभागः इति अतिरिक्तः गुणः वा न वा इति किञ्चित् तत्र इति भागे इति कस्मिंश्चित् भागे स्मः वयम्. अत्र अनुमानविषये किञ्चित् आगतं, तर्हि किञ्चित् गम्भीररीत्या अनुमानस्य परिशीलनं कृतवन्तः, आरम्भं कृतवन्तः वस्तुतः गतकक्षायां. तर्हि तदेव तस्यैव अनुवर्तनं कुर्मः इदानीं. तर्हि तत्र यावत्पर्यन्तं गतसप्ताहे पठितवन्तः तत् किञ्चित् स्थूलरीत्या सुनीलमहोदय भवान् वक्तुं शक्नोति वा? इत्युक्ते तत्र तत्र एकं वाक्यं स्वीकृत्य तत्र वाक्ये के भागाः सन्ति इति वयं दृष्टवन्तः. तद्विषये किञ्चित् वदति चेत् तत् किञ्चित् स्मारणरूपे, तर्हि तदनन्तरम् अग्रे गन्तुं शक्नुमः. अहम् अत्र प्रयत्नं करोमि. अत्र अनुमानवाक्यस्य चत्वारः भागः सन्ति इति एव, पक्षः, साध्यं, हेतुः, दृष्टान्तः इति. अत्र प्रकृत वाक्यमपि अस्ति, आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अस्ति. एकवारं पक्षः साध्यमिति किम् इति अपि वदामि. अत्र किं साधयितुम् इच्छति इति साध्यं, तद् कुत्र भवति इति पक्षः. अत्र कारणमस्ति, हेतुः, तत्र किमुपयुज्य अत्र द्रष्टुं शक्नुमः वदा अनुभोक्तुं शक्नुमः इति वदामः चेत् तत्र दृष्टान्तः इति. अतः अत्र पर्वतः वह्निमान् धूमात् इति पर्वतः पक्षः, वह्निः इति असाध्यम् इति अस्ति. अत्र हेतुः धूमात्. अत्र दृष्टान्तः इति इत्युक्ते अत्र महानसम् इति तत्र महानसे तद् दृष्टवन्तः इति स्वीकृत्य चत्वारः भागाः इति. तदनन्तरम् अत्र प्रकृतवाक्ये आश्रयनाश अजन्यगुणनाशः इत्युक्ते अत्र अत्र गुणस्य नाशः कुत्र भवति, परन्तु तत्र आश्रय नाशद्रव्यस्य नाशः न भवति इति. यदा घटपटयोः संयोगः आसीत्, अतः संयोगः इति गुणः, घटः पटात् तत्र कोऽपि नयति चेत् अत्र संयोगगुणस्य नाशः भवति, परन्तु घटस्य वा पटस्य वा द्रव्यस्य नाशः न भवति इति. तदनन्तरम् अत्र समानाधिकरण गुणजन्यः इति अस्ति. तत्र यत्र उदाहरणम् उक्त्वा वदामि, अत्र घटः अस्ति, घटे रूपमस्ति, तेजसंयोगेन रूपस्य परिवर्तनं भवति. अतः अत्र रूपं च तेजसंयोगः इति समानाधिकरणघटे अस्ति इति. अतः अत्र रूपस्य परिवर्तनं अन्यगुणस्य कारणेन भवति इति. तत्र क्षम्यता महोदय, तत्र समानाधिकरणगुणः कः? समानाधिकरणगुणः तेजसंयोगः किल. अतः तद् रूपमपि घटे अस्ति इति कारणेन रूपस्य परिवर्तनं भवति. हा, इत्युक्ते तत्र आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यस्य भिन्न उदाहरणम् इति वयं दृष्टवन्तः अत्र इति एव खलु. अनन्तरं तत्र तृतीय भागे अत्र आश्रयनाश जन्य गुणनाशत्वात् इति अस्ति, तद् हेतुः इति वदामः. अनन्तरम् अत्र पागजरूपनाशवत् इति इत्युक्ते अत्र दृष्टान्तः इत्युक्ते महानसे तत् वयं तद् प्रत्यक्षे पश्यामः. उदाहरणम् इति अत्र धूमात् वह्निः अस्ति चेत् तत्र धूमः अस्ति इति. सत्यम्, इत्युक्ते तत्र यथा तत्र वाक्यमासीत् तत्र पर्वतः वह्निमान् धूमात् यथा महानसं, तत्र महानसम् इत्युक्ते पाकशाला, पाकशालायां तत्र वह्निः अस्ति, वह्निः अस्ति तत्र धूमः अपि अस्ति इति कृत्वा वयं यत्र यत्र धूमः तत्र तत्र वह्निः इति वक्तुं शक्नुमः. तेन आधारेण वयं तत्र यदा पर्वते धूमः पश्यामः चेत् तत्र पर्वतः वह्निमान् इति वक्तुं शक्नुमः इति आगच्छति खलु. सम्यक् महोदय. इदानीं तत्र शुकवनमहोदय, तत्र अस्मिन् वाक्ये किञ्चित् वैचित्र्यम् आसीत् इति अपि वयं दृष्टवन्तः खलु, तस्मिन् विषये किञ्चित् वदति वा? अत्र वैशिष्ट्यम् आश्रयनाशगुण आश्रयनाश अजन्यगुणनाशवत् नाशत्वात् इति हेतुः दत्तमस्ति. तदेव वैशिष्ट्यम् इति अहं चिन्तयामि. किमर्थमित्युक्ते पाकजरूपनाशवत् तत्र अनुमाने वयं पर्वते वह्निः अस्ति इति अनुमीयते केन कारणेन धूमत्वात् इति. किन्तु तत्र दृष्टान्तं तु पाकशालायां यद् अस्माभिः दृष्टं तदाधारेण एकं व्याप्तिं कृत्वा यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिं कृत्वा पर्वते वह्निः अस्ति इति वयं अनुमीयते. किन्तु अस्मिन् सन्दर्भे हेतुः तदेव हेतुः तदेव पक्षः इति अस्मिन् वाक्ये वैशिष्ट्यम् अस्ति. आश्रयनाश अजन्यगुणनाशः एव पक्षः, अपि च आश्रयनाश अजन्यगुणनाशत्वात् इति तदेव हेतुः इति. सत्यं, तर्हि तदपि वयम् उक्तवन्तः यत्र कुत्रापि अनुमानस्य प्रसङ्गे तथा भवति, यथा तत्र वह्निः उष्णः वह्नित्वात् इति वाक् इतोपि भिन्नवाक्यमपि वयं दृष्टवन्तः तस्मिन् विषये. इदानीं तर्हि अग्रे सरेम. महोदय, भवान् एव आरम्भं करोति वा? तत्र पर्वतः वह्निमान् धूमात् इति अस्ति खलु, तस्मात् पर्वतः वह्निमान् धूमात् इति स्थले यत्र यत्र धूमः तत्र तत्र वह्निः इति उच्यते. एतादृशहेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति अन्वयव्याप्तिः. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति. यत्र यत्र इत्यस्य अनन्तरं यः पदार्थः भवति सः व्याप्यः. तत्र तत्र इत्यस्य अनन्तरं यः पदार्थः भवति सः व्यापकः. व्यापकव्याप्ययोः कः अर्थः इति चेत्, विश्वे व्यापकस्य क्षेत्रं बृहत् भवति व्याप्यस्य अपेक्षया. व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं. व्यापकक्षेत्रे व्यापकक्षेत्रापेक्षया लघु च. तर्हि हेतुः व्याप्यः, साध्यं व्यापकम्. तावत्पर्यन्तम् अहं वदामि. प्रथमं भगिनि, पर्वतः वह्निमान् धूमात् इति स्थले यत्र यत्र धूमः तत्र तत्र वह्निः इति उच्यते. इत्युक्ते तदेव व्याप्तिः. वयं पाकशालायां दृष्टवन्तः, तत्र धूमं दृष्टवन्तः. तस्य कारणं वह्निः इति अपि साक्षात् दृष्टवन्तः. केवलं पाकशालायां नास्ति, किन्तु यागशालायां, यज्ञशालायां वा अन्य कोऽपि स्थले वा तादृशमेव पुनः पुनः दृष्ट्वा वयम् एकं व्याप्तिं निर्मितवन्तः. यत्र यत्र धूमः तत्र तत्र वह्निः इति एतादृशहेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति अन्वयव्याप्तिः इति. तत्र हेतुसाध्ययोः इत्युक्ते धूमः इति हेतुः, वह्निः इति साध्यं. हेतुसाध्ययोः सम्बन्धस्य, तयोः मध्ये सम्बन्धः अस्ति. कीदृशसम्बन्धः इत्युक्ते यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः भवेत्येव. किमर्थम् इत्युक्ते वह्निः एव कारणं धूमस्य इति कृत्वा तयोः मध्ये कारणकार्यसम्बन्धः अस्ति. तदेव सम्बन्धः. तादृशसम्बन्धस्य नामकरणं भवति अन्वयव्याप्तिः. अन्वयम् अन्वयव्यतिरेकम् इति पूर्वमेव अस्माभिः दृष्टं. तत्र अन्वयः इत्युक्ते यत् सत्त्वे यदस्ति. इदानीम् अस्मिन् उदाहरणे यत्र यत्र धूमः अस् यद् यद् सत्त्वे इत्युक्ते यत्र वह्निः सत्त्वात् धूमः अपि वह्निः सत्त्वे धूमः अपि अस्ति इति कृत्वा अस्मिन् उदाहरणे अन्वयव्याप्तिः. न, वस्तुतः अत्र किञ्चित् भिन्नं खलु महोदय, इत्युक्ते यत्र हेतुः तत्र साध्यम् इति. इत्युक्ते यत्र धूमः अस्ति तत्र वह्निः भवेत् इति अत्र अन्वयव्याप्तिः. ओ, किन्तु तत् अनुमानस्थले तादृशं वदामः, किन्तु प्रत्यक्षस्थले वैपरीत्या एव वदामः किल वा? सत्यं, तत्र कारणकार्यमध्ये तु तथा अस्ति. इत्युक्ते यत्र कारणं पूर्वक्षणे भवेत् इति अस्ति, परन्तु तत्र अनुमानस्थले अत्र अन्वयव्याप्तिः इत्युक्ते तत्र कार्यम् अस्ति चेत् कारणं भवेत् इति एव खलु. इत्युक्ते कारणम् अस्ति चेत् कार्यं भवति इति तत्र नास्ति वस्तुतः. इत्युक्ते तत्र कपालघटं स्वीकुर्मः चेत् कपालः इति घटस्य कारणं खलु, परन्तु कपालः अस्ति चेत् तत्र घटं भवति एव इति वक्तुं न शक्नुमः, परन्तु घटः अस्ति चेत् कपालः भवेत् इति वक्तुं शक्नुमः. आम्, किन्तु अत्र सम्बन्धस्य इति पदमस्ति किल, तत् कथं हेतुसाध्ययोः सम्बन्धस्य नामकरणम् इति अस्ति. तत्र हेतुसाध्ययोः सम्बन्धः प्रत्यक्षेण एव वयं सम्बन्धं ज्ञातुं शक्नुमः किल? हा, सत्यम्. इत्युक्ते तत्र हेतुसाध्ययोः तत्र प्रत्यक्षे वयं प्रथमं ज्ञात्वा एव अनुमानं कुर्मः खलु. इत्युक्ते पाकशालायां पूर्वं प्रत्यक्षज्ञानम् अभवत्. इत्युक्ते पाकशालायां तत्र पूर्वं यदा धूमः दृष्टवन्तः तत्र वह्निः अपि आसीत्. तद्वत् अन्यत्र यागशालायां गच्छामः चेत् तत्रापि धूमः दृष्टवन्तः, तत्रापि वह्निः आसीत्. अपि च अन्यत्र कुत्रापि प्रायः केवलं वह्निः अपि दृष्टवन्तः, यत्र धूमः नासीत् खलु. इत्युक्ते तत्र तेन वयं ज्ञातुं शक्नुमः यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः भवेत् इति, परन्तु विपरीततया नास्ति. यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः भवेत् इति नास्ति खलु. भगिनि, इति कृत्वा तत्र हेतुसाध्ययोः तादृशसम्बन्धः अस्ति. इत्युक्ते यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यं भवति एव इति. तत्र कार्यकारणसम्बन्धः अपि अस्ति सत्यम् इत्युक्ते तत्र कार्यम् इति धूमः कारणम् इति वह्निः इति परन्तु तत्र कारणमस्ति इति कृत्वा कार्यमस्ति इति नास्ति खलु कार्यमस्ति इति कृत्वा कारणमस्ति कार्यं कार्यमस्ति इति कृत्वा कारणमस्ति इति वयं अनुमानं कर्तुं शक्यते सत्यं तदेव अन्वयव्याप्तिः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अस्तु यत्र यत्र हेतुः इति इदानीम् अस्मिन् स्थले धूमः एव हेतुः यत्र यत्र धूमः तत्र तत्र वह्निः इति तदेव अन्वयव्याप्तिः यत्र यत्र इत्यस्य अनन्तरं यः पदार्थः भवति सः व्याप्यः इति संज्ञा तस्य इति तावदेव तत्र तत्र इत्यस्य अनन्तरं यः पदार्थः भवति सः व्यापकः तत्र व्याकरणरीत्या किमपि वक्तव्यं वा नो चेत् संज्ञा इति स्वीकुर्मः व्याप्यः व्यापकः इति हा व्याप्यव्यापकः इति पारिभाषिकशब्दः इति स्वीकर्तुं शक्नुमः तत्र व्याप्यः इत्युक्ते अनन्तरम् अस्ति खलु अनन्तरम् इत्युक्ते इतोपि व्याप्यः इत्युक्ते किं व्यापकः इत्युक्ते किम् इति किञ्चित् इदानीं संज्ञा इति वयं स्वीकुर्मः यत्र यत्र इत्यस्य अनन्तरं यत् भवति तदेव व्याप्यः इति तत्र तत्र इत्यनन्तरं यद्भवति तद् व्यापकः इति इदानीम् अस्मिन् उदाहरणे धूमः एव व्याप्यः वह्निः एव व्यापकः किमर्थमित्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इत्येव अस्माकम् अन्वयव्याप्तिः इति कृत्वा व्यापकव्याप्ययोः कः अर्थः इति चेत् विश्वे व्यापकस्य क्षेत्रं बृहद्भवति व्यापकस्य व्याप्यस्य अपेक्षया व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं व्यापकक्षेत्रापेक्षया लघु च इति चेत् यदा भवत्या उक्तं यत्र यत्र धूमः तत्र तत्र वह्निः इत्येव वक्तुं शक्यते विपरीतरीत्या यत्र यत्र वह्निः तत्र तत्र धूमः इति वक्तुं न शक्यते इति कृत्वा व्याप्यक्षेत्रः न्यूनमस्ति व्यापकक्षेत्रः बृहत् अस्ति इति वा हा सत्यम् इत्युक्ते तत्र साधारणतया पश्यामः चेत् वह्नेः क्षेत्रं बृहत् अस्ति खलु इत्युक्ते वह्निः बहुत्र वह्निः भवति परन्तु यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः भवति इति न इति कृत्वा साधारणतया तत्र व्यापकस्य क्षेत्रं बृहत् भवति व्याप्यस्य क्षेत्रं किञ्चित् लघु भवति इत्युक्ते व्याप्यस्य क्षेत्रं व्यापकस्य क्षेत्रे अन्तर्भूतं भवति इत्युक्ते व्याप्यं व्यापकं विना अन्यत्र कुत्रापि न लभते व्यापकं विना यत्र कुत्रापि न भवति किन्तु व्यापकः प्रायः व्याप्यं विना अपि भवितुम् अर्हति इति कृत्वा व्यापकस्य क्षेत्रः बृहत् व्याप्यस्य क्षेत्रः न्यूनम् अपि च व्यापकक्षेत्रे एव अन्तर्भूतमस्ति सत्यं व्यापकः भवितुम् अर्हति इति न भवति एव इत्युक्ते व्यापकः व्याप्यं विना अपि भवति परन्तु व्याप्यः व्यापकं विना न भवति आम् आम् अग्रे पठामि वा पठतु महोदय एकक्षणं क्षम्यताम् एतावत्पर्यन्तं तत्र प्रश्नः नास्ति खलु रामप्रिया भगिनी सुनील् महोदय अग्रे पठतु महोदय तर्हि हेतुः व्याप्यः साध्यं व्यापकं यथा धूमः वह्निः वह्निः भवति चेत् धूमः भवेदेव इति तु नास्ति कुत्रचित् यत्र वह्निरस्ति धूमः न भवति वह्निः अस्ति धूमः नास्ति एतादृशी स्थितिः भवति किन्तु धूमः भवति चेत् तस्य अर्थः एवं यत् वह्निः अस्ति एव, यतोहि द्वयोः कार्यकारणभावः अस्ति. अग्निः कारणं, धूमः कार्यं, वह्निना धूमः उत्पद्यते. अतः धूमः अस्ति चेत् वह्निः अवश्यम् अस्ति, किन्तु वह्निः अस्ति चेत् धूमः भवितुम् अर्हति नापि भवितुम् अर्हति. तदर्थम् अत्र न केवलं कार्यकारणभावः अपि तु व्याप्यव्यापकभावः अपि. अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः, कार्यकारणभावः कुत्रचित् भवति कुत्रचित् न भवति, किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणं नाम अनुमितिः सिद्ध्यति. यद् अस्माभिः दृष्टं तदेव अत्र उक्तमस्ति. इदानीम् अस्मिन् उदाहरणे हेतुः, अस्मिन् उदाहरणे नास्ति, हेतुः सर्वदा व्याप्यः, साध्यं व्यापकम्, अपि च व्यापकं बृहत्तले भवत्येव, हेतुः न्यूनस्थले एव भवति, अपि च व्यापकस्थले एव अन्तर्भूतमस्ति. अस्मिन् उदाहरणे धूमः इति हेतुः तदेव व्याप्यः, अग्निः इति साध्यं तदेव व्यापकः. किमर्थमित्युक्ते यत्र यत्र धूमम् अस्माभिः दृष्टं तत्र तत्र वह्निः भवेत्येव, किन्तु यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः अस्ति, धूमः भवेत् इति किमपि आवश्यकं नास्ति. कानिचन स्थले भवति, कानिचन स्थले न भवति इति कृत्वा वह्निः एव व्यापकः, धूमः व्याप्यः इति. अपि च यदा धूम अपि च वह्नेः वह्न्योः मध्ये कार्यकारणभावः अस्ति, तादृशं व्याप्यव्यापकभावः अपि अस्ति. अत्र किं वैशिष्ट्यम् इत्युक्ते सर्वत्र कार्यकारणभावः भवेत् इति नियमः नास्ति, किन्तु अनुमानस्थले सर्वत्र व्याप्यव्यापकभावः भवेत् एव. यदा भवति चेतेव अस्माभिः अनुमातुं शक्यते, हेतुं दृष्ट्वा अत्र साध्यम् अस्ति इति अनुमातुं शक्यते इति. सम्यक्. तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. तर्हि एतदाधारेण वह्निः उष्णः वह्नित्वात् इति स्थले चिन्तयितुं शक्नुमः. अत्र च बोध्यं यत् कार्यकारणभावो नास्ति. वह्नित्वम् इति जातिः, उष्णत्वम् इति गुणः. वह्नित्वं हेतुः, उष्णत्वं साध्यम्. अत्र च उष्णः इत्यनेन उष्णस्पर्शः, स च उष्णस्पर्शः नानाविधः. वह्निजन्यः अपि भवति उष्णस्पर्शः. सूर्यकिरणजन्यः अपि भवति उष्णस्पर्शः. अतः उष्णत्वं कुत्रचित् भवति यत्र वह्नित्वं नास्ति, किन्तु वह्नित्वं भवति चेत् उष्णत्वम् अस्ति एव. अनेन वह्नित्वं व्याप्यं भवति, उष्णत्वं च व्यापकं भवति. कार्यकारणभावः यद्यपि नास्ति, किन्तु व्याप्यव्यापकभावः अस्ति. अत्र द्वितीयम् उदाहरणं स्वीकृतवन्तः, वह्निः उष्णः वह्नित्वात् इति. अत्र कार्यकारणभावः नास्ति इति उक्तमस्ति. किमर्थम् इत्युक्ते अत्र वह्निः उष्णः वह्नित्वात् इति स्थले वह्नित्वम् इति जातिः अस्ति. उष्णत्वम् इति गुणः. Mm-hmm. वह्नित्वम् इति हेतुः, उष्णत्वम् इति साध्यम्। वह्नित्वम् इति जातिः अवगच्छामि, किमर्थम् उष्णत्वम् इति गुणः इति? अत्र अत्र उष्णस्पर्शः इति वयं दृष्टवन्तः खलु, तर्हि तदर्थमेव तत्र उष्णत्वम् इति गुणः इति चिन्तयामि, यतोहि तत्र औष्ण्यम् इति तत्र प्रथमपुटे पश्यतु, तेजसि औष्ण्यम् इति गुणः अस्ति इति अस्ति खलु, अस्माकं विद्याधर्यां प्रथमपुटे जले शैत्यं तेजसि औष्ण्यम् इति, तर्हि तत्र उष्णस्पर्शः इति गुणः तेजसि अस्ति इति, उष्णत्वम् इति गुणः। अत्र वह्नित्वम् इति, वह्नित्वम् इति जातिः तु हेतुः अस्ति, वह्नित्वम् इति हेतुः अस्ति कारणम्, उष्णत्वम् इति साध्यं, वयं उष्णत्वं वह्नित्वात् आगच्छति इति साधनीयं किल, अतः एव साध्यम् उष्णत्वम्। हा सत्यं, वह्निः वह्नौ उष्णत्वम् अस्ति यतोहि वह्नित्वम् अस्ति इति कृत्वा इति वयं साधयितुम् इच्छामः इदानीम्। अत्र च यदा उष्णः इति वदामः चेत् तत्र तु उष्णस्पर्शः इति अर्थः अस्ति, उष्णस्पर्शः तु नानाविधः भिन्नभिन्न विधाः सन्ति, वह्निजन्यः, वह्निना यत् जन्यति तत्तु तदपि उष्णस्पर्शः, सूर्यकिरणात् जन्यः तदपि उष्णस्पर्शः, अतः उष्णत्वं कुत्रचित् भवति यत्र वह्नित्वं नास्ति। आम्, यदा वह्नित्वं नास्ति चेदपि उष्णत्वं भवति, यदा सूर्यकिरणजन्यः इति अस्ति तत्रापि उष्णत्वं भवति, किन्तु वह्नित्वं भवति चेत्, आम्, यदा वह्नित्वं भवति चेत् तत्र उष्णत्वम् अस्ति एव। वह्नित्वं तु व्याप्यम् अस्ति, उष्णत्वं व्यापकम्। व्याप्यम् अस्ति, वह्नित्वं तु व्याप्यम्, उष्णत्वं तु व्यापकम् अस्ति, कार्यकारणभावः यद्यपि नास्ति किन्तु व्याप्यव्यापकभावः अस्ति। अस्मिन् स्थले तु कार्यकारणभावः नास्ति परन्तु व्याप्यव्यापकभावः अस्ति, अतः अनुमानप्रमाणं सिद्ध्यति। तत्र किमर्थं कार्यकारणभावः नास्ति इति अस्ति? तदेव अहमपि चिन्तयामि। उष्णः वह्नित्वात् उष्णः, वह्निः उष्णः वह्नित्वात् इति अस्ति, वह्नित्वात् इति पञ्चमी। हा, अत्र कार्यकारणभावः इत्युक्ते तत्र हेतुपञ्चमी इति रीत्या मा चिन्तयतु, तत्र कार्यकारणभावस्य विषये वयं किम् उक्तवन्तः, तत्र सोपानत्रयम् आसीत् खलु, कार्याधिकरणे सर्वदा स्थातव्यं, पूर्वस्मिन् क्षणे भवेत्, कारणं पूर्वस्मिन् क्षणे भवेत् इति। तत्र प्रथमं किम् उक्तवती भवती, तत्र कार्यं कारणं द्वयमपि, तत्र कारणं कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे पूर्वस्मिन् क्षणे भवेत् इति सोपानत्रयं। तर्हि यदा उष्णस्पर्शः वह्निजन्यः अपि भवति सूर्यकिरणजन्यः अपि भवति इति अस्ति चेत् तत्र सोपानत्रयस्यापि तत्र समाधानं भवति वा? न, सूर्यकिरणात् अपि उष्णः भवितुम् अर्हति, अतः अतः तत्र वह्निः सर्वदा कार्याधिकरणे भवेत् इति नास्ति खलु? नास्ति, इति कृत्वा अत्र कार्यकारणभावः नास्ति, परन्तु व्याप्यव्यापकः भावः अस्ति, यतोहि तत्र वह्नित्वं भवति चेत् उष्णत्वम् अस्ति एव. तर्हि वह्नित्वम् इति व्याप्यं भवति, उष्णत्वम् इति व्यापकं भवति. अग्रे भगिनि. तर्हि वह्नित्वं हेतुः उष्णत्वं साध्यं, वह्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्. पूर्वस्मिन् परिच्छेदे एकः प्रश्नः, कार्यकारणभावः भवती उक्तवती किल, तत्र वह्नेः स्वरूपः एव उष्णः इति कृत्वा तयोः मध्ये कार्यकारणभावः नास्ति इति मम अवगमनम्. किन्तु कार्यक्षेत्रे सर्वदा भवेत् इत्युक्ते तत्र तदर्थं कार्यकारणभावः नास्ति इति कथं वक्तुं शक्यते? इत्युक्ते मम अवगमनम् एवम् आसीत् महोदय, भवान् वदति तदपि प्रायः सत्यं स्यात्. अपि च तत्र यत्र यत्र उष्णत्वं भवति तत्र तत्र वह्नित्वं नास्ति इति, इत्युक्ते उष्णत्वम् अन्येन अपि जनयति खलु, तर्हि तत्र यदा इदानीं तत्र वह्निः धूमः इति पश्यामः चेत् धूमस्य कारणं वह्निः एव, वह्निः नास्ति चेत् धूमः तु न भवति. सत्यं, यथा कपालः घटः खलु, कपालः इति घटस्य कारणं, कपालः अस्ति चेदेव घटः भवति. तर्हि कारणं सर्वदा भवेत् खलु कार्यस्य, परन्तु उष्णत्वस्य कृते वह्नित्वं तथा नास्ति. सर्वदा इति पदस्य भवती कीदृशं स्वीकरोति? सर्वदा इत्युक्ते यदा यदा क्षम्यतां महोदय, वदतु. सर्वदा इति साधारणरीत्या वदामश्चेत् अस्माकम् अवगमनं कथं भवेत् इति चेत्, सर्वदा भवेत् इत्युक्ते कालम् एव स्वीकृत्य तस्य अवगमनं भवति. किन्तु भवती किं वदति इत्युक्ते घटः कपालात् एव उत्पद्यते, न तु अन्यथा इति कृत्वा तादृशं सर्वदा इति पदस्य अवगमनं स्वीकरोति वा? हा, सर्वदा इत्युक्ते मम अवगमनं कथम् इत्युक्ते तत्र यदा यदा घटस्य निर्माणं भवति तदा तदा कपालः आवश्यकमेव खलु, इत्युक्ते कपालः नास्ति चेत् घटनिर्माणं न भवति. तत् कस्मिन् पुटे आगतम् इति भवती? अस्माकं पुस्तके तत्र 30 पुटे पश्यतु. आम्, तेन कार्याधिकरणे सर्वदा स्थातव्यम् इति अस्ति. तत्र तद् भवानेव तत्र पठतु महोदय, तथा च किञ्चन इति अस्ति खलु तस्मात्. आं, तत्र तत्पूर्वं तत् तेन कार्याधिकरणे सर्वदा स्थातव्यम् इति द्वितीयबिन्दुः अस्ति किल, तस्य विवरणं तत्पूर्वं प्रायः. हा हा, तदर्थमेव वदामि. तत्र प्रायः एवं कुर्मः, पूर्वस्मिन् पुटे तत्र इतोपि चिन्त्यम् इति अस्ति खलु, तस्मात् किञ्चित् पठतु. आं, पठामि. इतोपि चिन्त्यं, घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वदा वर्तते, अतः घटोपि घटस्य कारणं स्यात्. अतः यस्मिन् क्षणे कार्योत्पत्तिः तत्पूर्वक्षणे कारणेन भाव्यमिति चिन्त्यते. तत्तु तृतीय सत्यं सत्यं सत्यं प्रायः पूर्वं. हा, सत्यम्. इत्थञ्च चिन्त्यं, घटनिर्माणस्थले तन्निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति, सोऽपि घटोत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव, न तु सः घटस्य कारणमिति व्यवह्रियते। अतः कार्याधिकरणे विद्यते इति एतत् न पर्याप्तं, किन्तु यत् कारणमिति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यम्। नागरिकस्तु यदा ज्ञातुमिच्छति तदेव घटाधिकरणे भवति नान्यदा, दण्डादयस्तु सर्वदा एव भवन्ति इति तानि घटकारणानि। अत्र पश्यतु भगिनि, अन्तिमवाक्ये दण्डादयस्तु इति सर्वदा, दण्डादीनां केवलं घटनिर्माणमेव भवति इति किमपि नास्ति किल, न घटनिर्माणस्थले एव खलु, तत्र घटनिर्माणस्य कृते तत्र दण्डः अपि दण्डः कपालः इति अहं तु उदाहरणरीत्या एव उक्तवती, इत्युक्ते घटस्य कपालः एव कारणम् इति नास्ति, कपालः अपि कारणं खलु, तत्र दण्डादेः अपि तु कारणमेव, यद्यत् कारणं भवति तत्र तत्सर्वम् इत्युक्ते दण्डः नास्ति चेत् कपालनिर्माणं कर्तुं न शक्नुमः, सत्यं, दण्डेन तत्र चक्रस्य भ्रमणं भवति, चक्रभ्रमणेन तत्र कपालः कपालस्य अपि च कपालद्वयस्य संयोगः कृत्वा घटः इति एव तत्र क्रमः खलु। आम्, किन्तु कपालः एव समवायीकारणं, सत्यम्, अन्यत्तु निमित्तकारणं भवति, निमित्तकारणं, सत्यं, यत्किमपि कारणं भवतु तत्र निमित्तकारणं समवायीकारणम् असमवायीकारणं यत्किमपि भवतु, परन्तु तत् कारणं तु तत्र सर्वदा कार्यादिकरणे भवेत् एव। तत्र कीदृशं कारणम् इति अस्माकम् इदानीं प्रमुखविषयः नास्ति, क्षम्यता महोदय, किम् उक्तवान्? एकनिमिषं भगिनि। हा, तदर्थमेव तत्र नागरिकस्य दृष्टान्तः दत्तः महोदय, इत्युक्ते यदा नागरिकः अत्र गच्छति, नागरिकः अस्ति चेदपि नास्ति चेदपि तत्र घटनिर्माणं भवति, परन्तु दण्डः नास्ति चेत् तत्र घटनिर्माणं न भवति इति कृत्वा, यद् सर्वदा इत्युक्ते यस्मिन् समये घटनिर्माणं भवति तस्मिन् समये यद् भवेत् एव तदेव तत्र कारणमिति उच्यते। आम्, किन्तु इदानीं अस्माकम् उदाहरणे पुनः आगच्छामश्चेत् तत्र वह्निः अस्ति अपि च तस्मिन् औष्ण्यम् अस्ति, तद् औष्ण्यं तु सूर्यकिरणात् अपि प्राप्तुं शक्यते, वह्निः अस्ति, न तद् औष्ण्यं नास्ति खलु, क्षम्यता महोदय, तत्र तद् औष्ण्यम् इति नास्ति खलु, इदानीं वह्निः तत्र, तदर्थमेव तत्र तत्र प्रायः चतुर्थवाक्यम् इति चिन्तयामि, तत् पश्यतु, स च उष्णस्पर्शः नानाविधः, वह्निजन्यः अपि भवति उष्णस्पर्शः, सूर्यकिरणजन्यः अपि भवति उष्णस्पर्शः, इत्युक्ते वह्नौ यः उष्णः अस्ति तत् सूर्यकिरणेन अपि भवति वह्निजन्यः अपि भवति इति नास्ति, उष्णः इति तत्र इत्युक्ते मम अवगमनम् अस्ति, वह्निः इत्युक्ते तेजः इति नास्ति वस्तुतः, तदेव तेजसि औष्ण्यम् अस्ति, तेजसि यद् औष्ण्यम् अस्ति तद्वह्निजन्यः अपि भवितुम् अर्हति, सूर्यकिरणेन अपि उष्णस्पर्शः सूर्यकिरणः अपि उष्णस्पर्शं जनयति इति कृत्वा तत्र उष्णस्पर्शः तत्र भिन्नभिन्न भिन्नभिन्नविधाः सन्ति, तर्हि तत्र वह्नित्वम् इति सर्वदा उष्णस्पर्शस्य कृते आवश्यकम् इति नास्ति। ओ, यत्र यत्र उष्णत्वम् अस्ति तत्र तत्र वह्नित्वं भवेत् इति किमपि आवश्यकं नास्ति, सत्यं, विपरीतमेव अस्ति, इत्युक्ते यत्र यत्र वह्नित्वम् अस्ति तत्र तत्र तु उष्णस्पर्शः भवति। इति कृत्वा उष्णत्वं व्यापकं वह्निः तु व्याप्यं वह्नित्वं व्याप्यं सत्यं वह्नित्वं व्याप्यं उष्णत्वं व्यापकम् अस्तु. इदानीं किन्तु अस्माकं चिन्तनं तु कार्यकारणभावः इत्यस्मिन् विषये किल न न अस्माकं विषयः इदानीं तु व्यापकव्याप्यभावः क्षम्यतां व्याप्यव्यापकभावस्य विषये एव इत्युक्ते अनुमानस्य प्रसङ्गे व्याप्यव्यापकभावः एव आवश्यकं कार्यकारणस्य प्रामुख्यं नास्ति इति एव तत्र सिद्धान्तः. मम विवक्षा का इति चेत् कार्यकारणभावः यद्यपि नास्ति इति वाक्यस्य अवगमनं कीदृशं कर्तव्यम् इत्येव सत्यं. यत्र यत्र वह्निः तत्र तत्र उष्णत्वम् इत्येव व्याप्तिः तत्र व्याप्यव्यापकभावः अस्ति किन्तु कार्यकारणभावः किमर्थं नास्ति इति अहं किमर्थं वदामि इत्युक्ते स्वरूपः इति कृत्वा कार्यकारणभावः नास्ति. भवती किं वदति इत्युक्ते सर्वदा भवेत् इति अपि अस्ति कार्यक्षेत्रे सर्वदा भवेत् इति कृत्वा कार्यकारणभावः नास्ति इति भवति. तत्र एव किञ्चित् क्लेशः इदानीमपि अस्ति किन्तु अग्रे गच्छामः भगिनि. अस्तु महोदय, तत्र तस्मिन् विषये इतोपि किञ्चित् चिन्तनं करोतु. तत्र प्रश्नः अस्ति चेत् ई पत्रे अपि तत्र किञ्चित् आम् प्रेषयामि. अस्तु भगिनि अग्रे पठाम. तर्हि वह्नित्वं हेतुः उष्णत्वं साध्यं. वह्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्. व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं, व्यापकक्षेत्र अपेक्षया लघु च. एतदाधारेण यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इत्यपि स्यात्. किन्तु यथोक्तम् उपरि तत्र एकं वैचित्र्यं वर्तते. तस्य वैचित्र्यस्य कारणं किम्? हेतुः पक्षे एव वर्तते. वह्निम् अतिरिच्य वह्नित्वं न कुत्रापि लभ्यते. तर्हि कथं वा यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं? तदानीं किल यत्र यत्र वक्तुं शक्यते यथा विभिन्नस्थलेषु तच्च वस्तु लभ्येत. किन्तु एकः पदार्थः वह्नित्वं नाम्ना पक्षे एव लभ्यते चेत् यत्र यत्र इति कथम् उच्येत? अनुमानप्रयोगे तस्य दृष्टान्तः च कथं वा स्यात्? अत्र यदा वयं स्वीकृतवन्तः वह्निः उष्णः वह्नित्वात् तत्र वह्नित्वम् इति हेतुः उष्णत्वम् इति साध्यं. वह्नित्वं हेतुः तदेव व्याप्यमस्ति. उष्णत्वं व्यापकम् अस्ति. यदा वयं दृष्टवन्तः पूर्वमेव व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतमस्ति. व्यापक क्षेत्रात् लघु अस्ति व्याप्यम् इति. अत्र एतदाधारेण एव वयं यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति इत्यपि स्यात्. परन्तु तत्र एकं वैचित्र्यं वर्तते इति अस्ति. किं वैचित्र्यम् इत्युक्ते हेतुः यदा वह्नित्वम् अस्ति तद् पक्षे एव वर्तते. वह्निम् अतिरिच्य वह्नित्वं कुत्रापि न लभ्यते. वह्निम् इति पक्षः, वह्निम् अतिरिच्य वह्नित्वं न कुत्रापि लभ्यते. आम्, यदा वह्निः अस्ति वह्नित्वं तर्हि कथं वा यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं? तदानीं किल यत्र यत्र वक्तुं शक्यते तदा विभिन्नस्थलेषु तच्च वस्तु लभ्येत. विभिन्नस्थलेषु इत्युक्ते भिन्नस्थलेषु तद्वस्तु लभ्येत इति अस्ति किल. पक्षे एव यत्र यत्र इति कथम् उच्यते. एतद् न अवगतं भगिनि. हरि ओम्. श्रूयते वा भगिनि? हा हा, इदानीं श्रूयते. मया न अवगतं. हा, तत्र पूर्वस्मिन् परिच्छेद पूर्वस्मिन् उदाहरणे तत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इति दृष्टवन्तः. तत्र धूमः पर्वते अपि अस्ति, अपि च महानसे अस्ति, अपि च अन्यत्र यागशालायाम् अस्ति, यज्ञशालायाम् अस्ति इति बहुषु स्थलेषु धूमः भवति खलु. परन्तु अस्मिन् यद्वाक्यमस्ति वह्निः उष्णः वह्नित्वात् इति, तत्र वह्नित्वम् इति यद् हेतुः अस्ति तत् केवलं वह्नौ एव भवति खलु. पक्षः इत्युक्ते वह्निः इति यः पक्षः अस्ति तस्मिन् एव भवति वह्नित्वम् इति. तर्हि कथं हेतुः तु पक्ष भिन्नस्थलेषु न वर्तते इति कृत्वा तत्र किञ्चित् वैचित्र्यम् अस्ति खलु इति इदानीं प्रश्नः. तर्हि तत्र भिन्नभिन्न अनुमानप्रयोगः प्रयोगाः सन्ति तत्र तादृशं भवति इति अग्रे आगच्छति. तर्हि तत्र अत्र समाधानं न दत्तं, केवलं तत्र वैचित्र्यं किम् इति एव. सत्यं. किन्तु एकः पदार्थः वन्नित्वं नाम्ना पक्षे एव लभ्यते चेत् यत्र यत्र इति कथम् उच्येत. अन्यप्रश्नः अस्ति, एकः पदार्थः यद् वन्नित्वं नाम्ना अस्ति तत् पक्षे इत्युक्ते वह्निः तत् पक्षे एव लभ्यते चेत् यत्र यत्र इति वयं कथं वदामः. अनुमानप्रयोगे तस्य दृष्टान्तः च कथं वा स्यात्. दृष्टान्तः इत्युक्ते यदा वयं यथा महानसम् इति दृष्टवन्तः, अनुमानप्रयोगे एतद् यदा यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वम् इति स्वीकुर्मः चेत् तस्य दृष्टान्तः कथं वा स्यात्, कथं भवेत् इत्युक्ते यदा वयं पूर्वं दृष्टवन्तः अत्र धूमः बहुषु स्थलेषु अस्ति इति कृत्वा भिन्नभिन्नस्थलेषु धूमः दृष्टवन्तः धूमं दृष्टवन्तः अपि च तत्र वह्निः अस्ति इति अपि दृष्टवन्तः इति कृत्वा इदानीं यदा पर्वते धूमः पश्यामः चेत् ओ अत्र धूमः अस्ति, पूर्वं यत्र धूमः आसीत् तत्र वह्निः अपि आसीत् इति मनसि तत्र तज्ज्ञानं भवति इति कृत्वा तत्र अनुमानप्रयोगः भवति. अस्तु, इदानीमपि इदानीम् अत्र धूमः अस्ति चेत् तत्र वह्निः अपि स्यात् इति. परन्तु अत्र वह्नित्वम् इति तु वह्निम् अतिरिच्य अन्यत्र कुत्रापि न भवति इति कृत्वा यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं, तर्हि वह्निः उष्णः इति कथं वक्तुं शक्नुमः इति प्रश्नः भवति. अस्तु, सुनील् महोदय, भवान् पठति वा? हेतुः केवलं पक्षे प्राप्यते इति नास्ति चेत् अन्यत्रापि प्राप्यते चेत् दृष्टान्तः अन्वयदृष्टान्तः इति उच्यते. यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति दृष्टान्ते अन्वय व्याप्तिः अस्ति. पर्वतः वन्यमान् धूमात् यथा महानसम् इत्यस्मिन् धूमरूपहेतुः न केवलं पर्वतरूपपक्षे किन्तु महानसे अपि अन्यत्रापि पक्षभिन्नाधिकरणे अपि प्राप्यते अयं हेतुः. अतः अनुमानप्रयोगेण अन्वयव्याप्तिज्ञानम् उत्पद्यते. यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञाने अन्वयव्याप्तिः अस्ति. तदाधारेण च धूमात् वह्निमान् ततः च पर्वते वह्निरस्ति इति अनुमितिः विद्यते. अतः इदानीं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः तद् आधारेण अत्र हेतुः केवलं पक्षे प्राप्यते इति नास्ति, परन्तु अन्यत्रापि अस्ति चेत् एतादृशदृष्टान्तः अन्वयदृष्टान्तः इति उच्यते. अतः अत्र वाक्यं भवति यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति अन्वयव्याप्तिः इति अस्ति. इत्युक्ते अत्र पर्वतः वन्यमान् धूमात् यथा महानसम् इति स्वीकुर्मः चेत् अत्र धूमस्य हेतुः केवलं पर्वतपक्षे नास्ति, परन्तु अन्यत्रापि अस्ति. इत्युक्ते अत्र महानसे अपि अस्ति, अन्यत्रापि अस्ति इति. अतः अत्र पक्षभिन्नाधिकरणे अपि प्राप्यते अयं हेतुः. इत्युक्ते अन्य पक्षः इति अधिकरणम् इति स्वीकुर्मः चेत् अत्र भिन्नपक्षेषु भवति इति, अतः हेतुः पक्षभिन्नाधिकरणे अस्ति इति. अतः अनुमानप्रयोगेण अन्वयव्याप्तिज्ञानं उत्पद्यते. अतः अत्र अन्वय व्याप्तिज्ञानम् अनुमानप्रयोगेण पश्यामः अत्र. अतः अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञाने अन्वयव्याप्तिः अस्ति. अतः तदाधारेण धूमात् वह्निमान् ततः च पर्वते वह्निरस्ति इति अनुमितिः सिद्ध्यति. अतः इदानीम् अत्र अनुमानप्रयोगे अन्वय व्याप्तिज्ञानम् उत्पद्यते. अतः एतादृश यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञाने अन्वयव्याप्तिः अस्ति. अतः अत्र धूमात् वह्निमान् इत्युक्ते अत्र पर्वते वह्निः अस्ति इति अनुमितिः प्राप्यते. सम्यक्. किन्तु अग्रे पठामि. हा, अग्रे पठतु महोदय. किन्तु हेतुः केवलं पक्षे प्राप्यते इति चेत् हेतुसाध्ययोः अन्वयव्याप्तिं वक्तुं न शक्यते. वह्निः उष्णः वह्नित्वात् वह्नित्वं केवलं वह्नौ अन्यत्र न लभ्यते. तदर्थं दृष्टान्तः अन्वयदृष्टान्तः न भवति. दृष्टान्तः भवति किन्तु सः भिन्नप्रकारः व्यतिरेकदृष्टान्तः भवति. वह्निः उष्णः वह्नित्वात् यत् एकं तत् एकं एन्नैवं तन्नैवम् ओ एन्नैवं तन्नैवं यथा जलम् इति अनुमानप्रयोगो भवति. यत् न एवं तत् न एवं यथा जलम् इति व्यतिरेकदृष्टान्तः एव सम्भवति. अतः इदानीं पुनः हेतुः कुत्र इति प्रश्नः. अत्र हेतुः केवलं पक्षे एव भवति चेत् हेतुसाध्ययोः अन्वयव्याप्तिं वक्तुं न शक्नुमः इति. किमर्थं तथा न वक्तुं शक्नुमः अन्वयव्याप्तिं? अत्र इदानीं हेतुः केवलं पक्षे एव अस्ति इति कारणेन, अथवा एकस्मिन् पक्षे एव अस्ति इति कारणेन. हा, एकस्मिन् पक्षे एव अस्ति इति कृत्वा किं भवति इत्युक्ते तत्र किमर्थं तत्र अन्वयव्याप्ति ज्ञानं न भवति? तत्र पूर्वस्मिन् परिच्छेदे तत्र अतः अनुमानप्रयोगेण अन्वयव्याप्तिज्ञानम् उत्पद्यते इति आसीत् खलु. अत्र किमर्थं तत्र अन्वयव्याप्तिज्ञानं तथा न भवति? इत्युक्ते अत्र पूर्वम् उष्णस्य विषये उष्णं भिन्नपक्षेषु भवति इति दृष्टवन्तः. क्षम्यतां महोदय, तत्र उष्णं भिन्नपक्षेषु इति इदानीं वार्ता नास्ति खलु वस्तुतः. अत्र पूर्वस्मिन् परिच्छेदे किम् आसीत्, तत्र उष्णस्य प्रसङ्गः नासीत् अत्र. अन्यव्याप्तिः अस्ति इति. ओ, तत्र धूमः एव किल, यत्र यत्र धूमः तत्र तत्र वह्निः यदा महानसमिति दृष्टान्ते अन्यव्याप्तिः अस्ति इत्युक्ते अत्र अत्र पर्वते अपि अस्ति, महानसे अपि अस्ति इति कारणेन पक्षभिन्न अधिकरणम् अस्ति इति. कस्य पक्षभिन्नाधिकरणमस्ति? वह्नेः. ओके, तत्र वह्नेः पक्षभिन्न अधिकरणं न, तथा नास्ति खलु वस्तुतः. तत्र वह्निः हेतुः किल, अत्र न वह्निः हेतुः नास्ति खलु. तत्र रामप्रिया भगिनी भवती किञ्चित् वदति वा अत्र? अत्र वह्नित्वं हेतुः, उष्णत्वं तु साध्यः. न न, एकक्षणं भगिनि, इदानीं तत्र पूर्वस्मिन् परिच्छेदे अन्वयव्याप्तिज्ञानम् इति अस्ति खलु, तत्र स्मः, तत्र वह्नित्वम् इत्यस्य प्रसङ्गः नास्ति. यत् पर्वतः वह्निमान् तदेव उदाहरणं किल. हा, अत्र मम प्रश्नः आसीत् तत्र पूर्वस्मिन् पुटे, क्षम्यतां, पूर्वस्मिन् परिचयदे तत्र अन्वयव्याप्तिज्ञानम् अनुमानप्रयोगेन अन्वयव्याप्तिज्ञानम् उत्पद्यते इति आसीत् खलु. तत् किम् अन्वयव्याप्तिज्ञानम् अस्ति अत्र, तत् किमर्थं तत्र द्वितीयपरिचयः यः सुनील् महोदयेन इदानीं पठितः, तत्र अन्वयव्याप्तिं वक्तुं न शक्यते इति अस्ति. किमर्थम् अत्र भवति तत्र न भवति इति मम प्रश्नः. पूर्वस्मिन् परिच्छेदे यत्र यत्र धूमः तत्र तत्र वह्निः इति स्वीकृतवन्तः, तत्र अनुमानप्रयोगेण अन्वयव्याप्तिज्ञानम् उत्पद्यते इति अस्ति. वस्तुतः एकक्षणं भगिनि, क्षम्यतां, वस्तुतः यत्र यत्र धूमः तत्र तत्र वह्निः इति न स्वीकृतवन्तः. वस्तुतः पर्वतः वह्निमान् धूमात् यथा महानसम् एव वाक्यमासीत्, तदेव अस्ति अन्वयदृष्टान्तः. तत्र कथम् अन्वयव्याप्तिज्ञानम् आगतम् इति मम प्रश्नः प्रथमम्. अन्वयव्याप्तिज्ञानम् इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अस्ति. तत्र पर्वतः इति पक्षः किल, पक्षः वह्निमान् इति साध्यं, धूमात् इति हेतुः, अतः अत्र अन्वयव्याप्तिज्ञानम् उत्पद्यते अनुमानप्रयोगेन. अत्र द्वितीयपरिच्छेदे वह्नि, एकक्षणं, क्षम्यतां भगिनि, इदानीं तत्र अनुमानप्रयोगेन अन्वयव्याप्तिज्ञानं कथम्, अतः अन्वय अनुमानप्रयोगेन अन्वयव्याप्तिज्ञानम् उत्पद्यते इति अस्ति खलु. अतः इत्युक्ते तत्र व्याप्य व्यापकभावेन इति किल, व्यापकभावेन अनुमानप्रमाणं, क्षम्यताम्, अनुमानप्रयोगेन अन्वयव्याप्तिज्ञानम् उत्पद्यते. वस्तुतः अत्रापि व्याप्यव्यापकभावः अस्ति खलु. तत्र किम् अस्ति इत्युक्ते वस्तुतः धूमः पक्षभिन्नस्थलेषु अपि वर्तते इति कृत्वा अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वक्तुं शक्नुमः, यतोहि पर्वतं विना अन्येषु स्थलेषु अपि वयं धूमः दृष्टवन्तः, तत्र वह्निमपि दृष्टवन्तः इति कृत्वा तत्र अन्वयव्याप्तिः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति तद् ज्ञानं तस्मात् भवति. कस्मात् भवति? यतोहि पक्षभिन्नस्थले इत्युक्ते पर्वतं विना, पर्वतम् अतिरिच्य अन्यत्र अपि वयं धूमः अपि च वह्निः इति द्वयोः दर्शनं कृतवन्तः. सुनील् महोदय इदानीम् अवगच्छति वा? इत्युक्ते तादृशज्ञानं यत्र यत्र इति स्वीकृत्य तत्र तत्र अपि तादृशज्ञानं स्वीकृत्य भिन्नपक्षेषु अस्ति इति एव किल न न तादृशज्ञानं स्वीकृत्य इति न भिन्नपक्षेषु अस्ति इति कृत्वा तादृशज्ञानम् आगच्छति इत्युक्ते केवलं पर्वते एव धूमः अस्ति चेत् अन्यत्र कुत्रापि न अस्ति चेत् तादृशज्ञानं न भवति खलु तर्हि तदर्थमेव इदानीं प्रथमवाक्यं पठतु तत्र यत् परिच्छेदः यः परिच्छेदः इदानीं भवता पठितः हेतुः केवलं पक्षे प्राप्यते इति नास्ति चेत् न न न अग्रिमपरिच्छेदः किन्तु हेतुः केवलं पक्षे प्राप्यते इति चेत् हेतु साध्ययोः अन्वयव्याप्तिं वक्तुं न शक्यते इदानीम् अवगच्छति वा इत्युक्ते तत्र हेतुः इदानीं हेतुः किं वह्निः उष्णः वह्नित्वात् इति वाक्ये हेतुः अस्ति वह्नित्वं खलु वह्नित्वम् इदानीं पक्षभिन्नस्थले इत्युक्ते वह्निः नास्ति चेत् वह्नित्वं न लभ्यते सत्यं वह्नेः धर्मः एव वह्नित्वं खलु तदर्थमेव तत्र जातिः इति वदामः तर्हि वह्निम् अतिरिच्य अन्यत्र कुत्रापि वह्नित्वं न भवति इति कृत्वा अन्वयव्याप्तिः न वक्तुं शक्नुमः यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति वक्तुं न शक्नुमः यतोहि वह्नित्वं केवलं वह्नौ अस्ति अन्यत्र नास्ति तर्हि इदानीं तत्र अन्वयव्याप्तिज्ञानं न भवति इति तत्र किञ्चित् भिन्नविषयः इति आगच्छति हा इदानीं पठतु महोदय वह्निः उष्णः वह्नित्वात् अतः उष्णः वह्नित्वात् भवति इति वह्नित्वं केवलं वह्नौ अन्यत्र न लभ्यते तदेव इदानीं भवती उक्तवती वह्नित्वं केवलं वह्नौ एव एतस्मिन् उदाहरणे अन्यत्र नास्ति तदर्थं दृष्टान्तः अन्वयदृष्टान्तः न भवति अतः अत्र अन्वयदृष्टान्तः न भवति दृष्टान्तः भवति किन्तु सः भिन्नप्रकारः व्यतिरेकदृष्टान्तः भवति अत्र अन्वयदृष्टान्तः न भवति परन्तु व्यतिरेकदृष्टान्तः भवति इति वह्निः उष्णः वह्नित्वात् तन्नैवं यथा जलम् इत्युक्ते किं भवति अत्र अहं न तत्तु अनुमा अग्रे आगच्छति महोदय इदानीं केवलं एतत्तु अन्वय दृष्टान्तः नास्ति व्यतिरेकदृष्टान्तः इति भवति तस्य वाक्यमस्ति वह्नि उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति अनुमानप्रयोगवाक्यम् इति एव इति अवगच्छामः चेत् तत् अलम् अग्रे तस्य विषये आगच्छति सम्यक् तर्हि अग्रे शकोन महोदय भवान् पठति वा हा पठामि भगिनि अस्तु किन्तु तथैव कुर्मः चेदपि समस्या जायते किल यतोहि नास्ति इत्यस्मात् अस्ति इति प्रमाणितं कथं वा स्यात् इत्युक्ते वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति वदामश्चेत् नाम जले उष्णत्वं नास्ति इत्यस्य कथनेन कथं वा प्रमाणितं भवेत् यत् अतः वह्नौ उष्णत्वम् अस्ति जले वह्नित्वरूपहेतुः नास्ति अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति तादृशतर्कः भवति वा न भवति किल अपि च वदामः चेदपि तर्हि वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति यथा वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम् इत्यपि स्यात्। समस्या हि समस्या। पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः अत्र वैशिष्ट्यं किम् इति। वैशिष्ट्यं किम् इत्युक्ते हेतुः तु एकस्मिन् पक्षे एव लभ्यते, अन्याधिकरणे न लभ्यते इति कृत्वा तदेव अस्मिन् वह्निः उष्णः वह्नित्वात् इति अनुमाने वैशिष्ट्यम् इति वयं दृष्टवन्तः। वैशिष्ट्यं किम् इत्युक्ते तत् वह्नित्वम् इति वह्नौ एव लभ्यते, अन्यस्थले नास्ति इति कृत्वा तत्र दृष्टान्तः अन्वयदृष्टान्तः। अन्वयदृष्टान्तः इत्युक्ते अन्यस्मिन् स्थले वह्नित्वम् अस्ति इति कृत्वा तस्य उदाहरणं न दत्तुं दातुं शक्नुमः। वह्नित्वं तु वह्नौ एव अस्ति इति कृत्वा इति चेत् किं करणीयम् इत्युक्ते तत्र व्यतिरेकदृष्टान्तः दातव्यम् इति कृत्वा यन्नैवं तन्नैवं यथा जलम् इति पूर्वस्मिन् परिच्छेदे दत्तमस्ति। इदानीं तत्रापि समस्या अस्ति। किं समस्या इत्युक्ते तत्र दृष्टान्ते वयं किं वदामः, यत् न एवं तत् न एवं यथा जलम् इति उष्णत्वम् औष्ण्यं जले नास्ति इति दृष्टान्तं दत्त्वा वह्ने औष्ण्यम् अस्ति इति साधयितुं वयम् इच्छामः। तत् कथं इति भगिनी श्रूयते वा? मध्ये किञ्चित् कण्ठनम् अभवत् महोदय, पुनः वदतु क्षम्यत। एकक्षणं भगिनि। हा इदानीं श्रूयते किल? हा दृष्टान्ते वयं किं वदामः, जले औष्ण्यं नास्ति, तेन अग्नौ औष्ण्यम् अस्ति इति कथं निरूपयितुं शक्यते इति समस्या आगच्छति। व्यतिरेक दृष्टान्तेन एतादृशसमस्या आगच्छति। यदि तादृशं वयं स्वीकुर्मश्चेत् वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम् इति अपि वयम् अङ्गीकर्तव्यम्। किमर्थम् इत्युक्ते वायुः जले औष्ण्यं नास्ति इति कृत्वा वायौ औष्ण्यम् अस्ति इति अपि वक्तुं शक्यते। तादृश उदाहरणं व्यतिरेक उदाहरणं स्वीकुर्मश्चेत् इति आगच्छति इति कृत्वा तत्र समस्या अस्ति। व्यतिरेकदृष्टान्ते समस्या अस्ति इति अस्मिन् परिच्छेदे दत्तमस्ति। तर्हि तत्र रामप्रिया भगिनी, भवती तत्र समस्या का इति अवगतवती वा? किञ्चित् पुनः तस्मिन् विषये वदति वा? समस्या अस्ति यद् वायुः उष्णः वायुत्वात् इति अस्ति, तत्र यथा जलं यन्नैवं तन्नैवं यथा जलं, जले उष्णत्वं नास्ति तद् अहम् अवगच्छामि, यत्र वायुः वायुत्वम् इति हेतुः उष्णत्वम् इति साध्यम् अत्रापि। अस्तु अस्तु, परन्तु यन्नैवं तन्नैवम् इति कितं कथं किमर्थं तत्र तु नास्ति इति एव किल? हा, तर्हि शुकवान महोदय किञ्चित् इतोपि वदति वा तस्मिन् विषयेण सर्वे अवगच्छेयुः? यन्न एवं तन्न एवं, यथा जलं, जले औष्ण्यं नास्ति इति वयं जानीमः. यन्न एवं तन्न एवं, यथा जलं, जले केवलं शीतम् एव अस्ति, शीतस्पर्शमेव अस्ति इति वयं जानीमः. तेन किं वक्तुं शक्यते इत्युक्ते जले औष्ण्यं नास्ति इति वक्तुं शक्नुमः. तत्तु सम्यक् एव, किन्तु तद् दृष्टान्तरूपेण वह्नेः औष्ण्यम् अस्ति इति साधनार्थम् अन्वयदृष्टान्तः न दातुं शक्यते इति वयं अवगतवन्तः. किमर्थमित्युक्ते वह्नित्वम् इति हेतुः, वह्नित्वं तु वह्नौ एकस्मिन् पक्षे एव अस्ति, अन्यत् कुत्रापि न भवितुं न भवति इति कृत्वा अन्वयदृष्टान्तः न वक्तुं शक्यते. किन्तु व्यतिरेकदृष्टान्तः वदामश्चेत् तत्रापि समस्या अस्ति. जलौ औष्ण्यं नास्ति इति कृत्वा वह्नेः औष्ण्यम् अस्ति इति कथं साधयितुं शक्नोति? शक्नोति चेत् वायौ अपि औष्ण्यम् अस्ति इति कोऽपि वक्तुं शक्यते. दृष्टान्तं किं वदति? जले औष्ण्यं नास्ति इति एव दृष्टान्तः वदति. तेन अन्यत्र औष्ण्यम् अस्ति इति कथं साधयितुं शक्यते इति समस्या. इदानीम् अवगच्छति वा भगिनी रामप्रिया भगिनी? तत्र यन्नैवं तन्नैवं यथा जलम् इत्युक्ते तत्र जले उष्णत्वं नास्ति इति कृत्वा, अथवा जले उष्णत्वं न वर्णित्वं नास्ति इति कृत्वा उष्णत्वं नास्ति इति कृत्वा कथं वह्नौ तद् अस्ति इति वक्तुं शक्नुमः इति एव इदानीं प्रश्नः. तथा वक्तुं शक्नुमः चेत् वायौ अपि उष्णः अस्ति इति वक्तुं शक्नुमः स्यात् इति प्रश्नः. तदेव इदानीं समस्या, इत्युक्ते वायौ तु वस्तुतः उष्णः नास्ति इति वयं उष्णत्वं नास्ति इति वयं जानीमः, परन्तु यन्नैवं तन्नैवं यथा जलम् इत्यस्य अवगमनं तथा भवति चेत्, इत्युक्ते जले वह्नित्वम् इति हेतुः नास्ति अतः उष्णत्वम् इति साध्यमपि नास्ति, तर्हि पक्षे हेतुः अस्ति, इत्युक्ते वह्नौ हेतुः अस्ति, इत्युक्ते वह्नौ वह्नित्वम् अस्ति तर्हि उष्णत्वमपि अस्ति इति तथा स्वीकर्तुं शक्नुमः वा इति इदानीं प्रश्नः आगच्छति. प्रश्नः इत्युक्ते एतत्तु तत्र वस्तुतः यत्पूर्वं वयं दृष्टवन्तः पर्वतः वह्निमान् धूमात् यथा महानसं, क्षम्यतां भगिनि किञ्चित् म्यूट् करोति वा, तत्र प्रतिध्वनिः आगच्छति. क्षम्यतां. हा, पर्वतः वह्निमान् धूमात् यथा महानसम् इति यथा यदा भवति तत्र तु तत्तु वस्तुतः लौकिक उदाहरणं, यत् वयं सर्वे तत्र जानीमः. एतद् यदस्ति तत्र व्यतिरेकदृष्टान्तः तत्तु किञ्चित् शास्त्रीय उदाहरणमेव, तत्र वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति, तत्र वस्तुतः लौकिक उदाहरणं नास्ति इति कृत्वा किञ्चित् भ्रमात्मकमिव दृश्यते, परन्तु तादृशभ्रमात्मकं नास्ति वस्तुतः. तत्र यथा अस्ति अत्र वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलं, तत्तु दृश्यते यत् तत्र जले वन्नित्वं नास्ति कृत्वा उष्णत्वं नास्ति, तर्हि वन्नौ वन्नित्वम् अस्ति, उष्णत्वम् अपि अस्ति इतीव भासते, परन्तु वस्तुतः तथा नास्ति. वस्तुतः किम् अस्ति इति अग्रे पश्यामः. तर्हि भगिनी भवती एव पठति वा किञ्चित्? दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति, तदाधारेण पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति कार्यं न करोति. नो चेत् वायौ अपि उष्णत्वं भवेत्, अतः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यस्य आधारेण यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति न भवति. दोषपूर्णचिन्तनम् इदम्. वस्तुतः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति वक्तुमेव न शक्यते. यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति भवति किम्? अत्र दृष्टान्ते इत्युक्ते वायुः उष्णः वायुत्वात् वा वह्निः उष्णः वह्नित्वात् इति एव किल? हा, वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम्. तद्दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति. हेतुः नास्ति, वह्नित्वमेव हेतुः, उष्णत्वमेव साध्यं. तदाधारेण पक्षे हेतुः अस्ति अतः साध्यम् अपि अस्ति इति कार्यं न करोति. तदाधारेण पक्षे इत्युक्ते वह्निः, वह्निः हेतुः अस्ति अतः साध्यम् उष्णः साध्यम् इति अस्ति इति वयं इति कार्यं न करोति इति वयं न स्वीकर्तुं शक्नुमः इति अस्ति. किमर्थं तदा न स्वीकर्तुं शक्नुमः इति अस्ति? दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति, वन्नित्वं कुत्र नास्ति? दृष्टान्ते वन्नित्वं नास्ति अतः साध्यं न. वन्नित्वमेव हेतुः, उष्णत्वमेव साध्यं. पक्षे न एकक्षणं, तत्पूर्वं दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति इति अस्ति खलु, हेतुः कुत्र नास्ति? हेतुः कुत्र नास्ति इदानीं तत्र दृष्टान्तं किं? यत् यत् न एवं तत् न एवं तत्र न दृष्ट एकक्षणं भगिनि, तत्र दृष्टान्तं किं? तत्र सम्पूर्णवाक्यं वदतु प्रथमं. वह्निः उष्णः वह्नित्वात् यन्नेवं तन्नेवं तद् यथा जलं, तद् दृष्टान्तः. तत्र वह्नित्वम् इत्येव हेतुः, उष्णत्वम् इत्येव साध्यं, तद्वयं दृष्टवन्तः. अत्र पूर्वस्मिन् परिच्छेदे तत्र जले वन्नित्वरूपहेतुः इति अस्ति खलु, तद्वाक्यं पुनः एकवारं पठतु. जले उष्णत्वं नास्ति, जले वन्नित्वरूपहेतुः नास्ति अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति तादृशतर्कः भवति वा न भवति किल? जले वन्नित्वरूपहेतुः नास्ति. ओ, इदानीं यद्वा प्रथमवाक्यमस्ति तत् पठतु, इदानीं तदनन्तरं यदवगच्छति तद् वदतु. दृष्टान्ते हेतुः नास्ति इति वा? भगिनि श्रूयते वा? हा, श्रूयते भगिनि. आम्, दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति, तदाधारेण पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति कार्यं न करोति. जले वह्निः रूपहेतुः नास्ति इति एव उष्णरूपसाध्यं तदेव तदेव. तर्हि दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति इत्युक्ते जले हेतुः नास्ति, वह्निरूपहेतुः नास्ति, अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा पक्षे वन्नौ हेतुः इत्युक्ते वह्नित्वम् अस्ति अतः साध्यमपि अस्ति इति कार्यं न करोति. तदेव पूर्वस्मिन् परिच्छेदे समस्या आसीत् खलु, तादृशतर्कः भवति वा इति प्रश्नः आसीत्, तस्य समाधानम् इदं. तर्हि तादृशकार्यं न भवति, इत्युक्ते एनैवं तन्नैवं यथा जलम् इत्युक्ते तस्य अर्थः एतद् नास्ति यत् हेतुः नास्ति अतः साध्यं नास्ति इति कृत्वा पक्षे हेतुः अस्ति साध्यमपि अस्ति इति तादृश अर्थः न आयाति तेन. नो चेत् वायौ अपि उष्णत्वं भवेत्. यदा वयं तत् स्वीकुर्मः चेत् वायौ अपि उष्णत्वं भवेत् इति अपि स्वीकरणीयम्. अतः यत्र हेतुः नास्ति, यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यस्य आधारेण यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति न भवति. यदा वयं वह्निः उष्णः वह्नित्वात् तत्र हेतुः अस्ति साध्यमपि अस्ति इति न भवति. किमर्थम् इत्युक्ते यन्नेवं तन्नेवं यथा जलं, तत्र हेतुः नास्ति साध्यमपि नास्ति. न न पुनः वदतु भगिनी. क्षम्यता. यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यस्य आधारेण यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति न भवति. आधारमस्ति वन्नित्वं, यत्र यत्र वन्नित्वम् अस्ति हेतुः अस्ति तत्र साध्यमपि अस्ति उष्णत्वम् अस्ति इति आधारेण वयं न वक्तुं शक्नुमः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं न. न न भगिनि पुनः तदेव वदति, तत्र विपरीतमस्ति. वस्तुतः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यस्य आधारेण इत्युक्ते तत्र इत्युक्ते तत्र वह्निः उष्णः वह्नित्वात् एनैवं तन्नैवं यथा जलम् इत्यत्र यन्नैवं तन्नैवं यथा जलम् इति दृष्टान्तः भवति खलु. तर्हि यत्र पूर्वं वाक्यं यदासीत् पर्वतः वह्निमान् धूमात् यथा महानसं, तर्हि महानसे धूमः अपि च वह्निं धूमं वह्निं दृष्टवन्तः इति कृत्वा पर्वते अपि तथा इति वयम् उक्तवन्तः. तद्वत् इदानीं दृष्टान्ते जले वह्नित्वं नास्ति उष्णत्वं नास्ति इति कृत्वा वन्नौ वन्नित्वम् अस्ति उष्णत्वम् अस्ति इति वक्तुं न शक्नुमः. इत्युक्ते एकस्मिन् स्थले नास्ति इति कृत्वा अन्यस्मिन् स्थले अस्ति इति वक्तुं न शक्नुमः. तथा न कार्यं करोति अनुमानप्रयोगः. अन्वयदृष्टान्तः इत्यत्र किम् उक्तवन्तः, तत्र एकस्मिन् यत्र यत्र धूमः अस्ति अत्र वह्निः आसीत् पूर्वम्, इदानीं धूमः अस्ति इति कृत्वा वह्निः अपि अस्ति इति वयम् उक्तवन्तः इति आसीत् अन्वयदृष्टान्तः. व्यतिरेकदृष्टान्ते अस्तु, तत्र वह्नित्वं नास्ति उष्णत्वं नास्ति जले इति कृत्वा वह्नौ वह्नित्वम् अस्ति उष्णत्वम् अस्ति इति वक्तुं न शक्नुमः खलु, तत्र सम्बन्धः एव नास्ति इति कथं तादृशतर्कः न भवति. वस्तुतः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति वक्तुमेव न शक्यते. यदा भवती उक्तवती इदानीं यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति भवति किम् आम् इति वक्तुं शक्नुमः. यत्र यत्र वह्निः नास्ति तत्र धूमः नास्ति इति वक्तुं शक्नुमः, परन्तु यत्र धूमः नास्ति तत्र वह्निः नास्ति इति वक्तुं न शक्नुमः खलु. सत्यं. पठामि वा भगिनि अग्रे? अन्ततो गत्वा यन्नेवं तन्नैवं इत्यनेन यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति न. व्यतिरेकदृष्टान्तस्थले यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति न. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति एव भवति. यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति अस्ति. अस्य आधारेण च प्रमाणं कर्तुं शक्ष्यामः यत् अतः वह्नौ उष्णत्वम् इति साध्यम् अस्ति. कथमिति अग्रे पश्येम. सारांशेन उक्तमस्ति यन्नेवं तन्नेवं तन्नेवम् इत्यनेन यत्र वह्नित्वं यत्र यदा वयम् इदानीम् एव दृष्टवन्तः यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति न स्वीकर्तुं शक्नुमः. व्यतिरेकदृष्टान्तस्थले तु यत्र यत्र हेतुः नास्ति, हेतुः इति वह्नित्वं, तत्र तत्र साध्यं नास्ति इति न. साध्यम् इति उष्णत्वं, तद् इति न इति न स्वीकर्तुं शक्नुमः. यत्र यत्र साध्यं नास्ति इत्युक्ते उष्णत्वं नास्ति तत्र तत्र हेतुः नास्ति, हेतुः इति वह्नित्वं नास्ति इति एव भवति. तदेव अत्रापि अस्ति. यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति अस्ति. अस्य आधारेण इत्युक्ते यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति आधारेण च प्रमाणं कर्तुं शक्ष्यामः, वयं प्रमाणं कर्तुं शक्नुमः वह्नौ उष्णत्वम् इति साध्यम् अस्ति इति, वह्नौ उष्णत्वम् इति साध्यम् अस्ति इति वयं वक्तुं शक्नुमः. तत् कथमिति अग्रे पश्येम. परन्तु तदेव अस्ति इत्युक्ते हेतुः अस्ति इति कृत्वा साध्यमस्ति इति वक्तुं शक्नुमः, परन्तु हेतुः नास्ति इति कृत्वा साध्यं नास्ति इति वक्तुं न शक्नुमः. वस्तुतः साध्यं नास्ति इति कृत्वा हेतुः नास्ति इति एव वक्तुं शक्नुमः. तदर्थमेव तत्र उष्णत्वं नास्ति इति कृत्वा वह्नित्वं नास्ति इति वक्तुं शक्नुमः, परन्तु वह्नित्वं नास्ति इति कृत्वा उष्णत्वं नास्ति इति वक्तुं न शक्नुमः. तत्तु वयं पूर्वमपि दृष्टवन्तः खलु, उष्णत्वं तत्र यत्र वह्नित्वं नास्ति तत्रापि उष्णत्वं भवति, तत्र व्याप्यव्यापकभावः अस्ति. वह्नित्वम् इति व्याप्यम्, उष्णत्वम् इति व्यापकं, तर्हि व्याप्यस्य व्याप्यक्षेत्रस्य अपेक्षया व्यापकक्षेत्रं बृहत् खलु, तर्हि व्यापकं तु व्याप्यं विना अपि भवति इति कृत्वा तथा वक्तुं न शक्नुमः इति एव अन्ततो गत्वा. इत्युक्ते अत्र द्वयमपि स्वीकरणीयम् इति एव किल, अत्र व्यतिरेकमपि स्वीकरणीयम् अनन्तरं व्याप्य व्यापकमपि स्वीकरणीयमेव, तदेव किल. व्यतिरेकव्याप्तिः एव खलु वस्तुतः, तत्रैव व्यतिरेकव्याप्तिः सर्वत्र अनुमानप्रयोगे सर्वत्र व्याप्यव्यापकभावः तु अस्ति एव, परन्तु कीदृशव्याप्यव्यापकभावः इत्येव प्रश्नः. अन्वयव्याप्तिस्थले तत्र यत्र यत्र हेतुः तत्र तत्र साध्यमिति भवति, परन्तु व्यतिरेकव्याप्तौ तथा नास्ति. इत्युक्ते अत्र द्वयमपि यदा वयम् अनुमानप्रयोगं स्वीकुर्मः तत्र द्वयमपि स्वीकरणीयम् इति वा? द्वयम् इत्युक्ते व्यतिरेकदृष्टान्तमपि स्वीकरणीयम् अन्वय अन्वय हा इत्युक्ते अनुमान कीदृश अनुमानप्रयोगमिति दृष्ट्वा तदाधारेण एव वक्तुं शक्नुमः खलु. अन्वये तत्र अन्वयदृष्टान्तः इति भवति चेत् तत्र अन्वयव्याप्तिज्ञानं भवति, यत्र यत्र हेतुः तत्र तत्र साध्यमिति. व्यतिरेकदृष्टान्तः इति अस्ति चेत् व्यतिरेकव्याप्तिः भवति. तर्हि अनुमानप्रयोगे द्वयमपि इति न, तत्र दृष्टान्तः कीदृशः इति दृष्ट्वा तेन आधारेण एव स्वीकरणीयं भवति. अस्तु, अन्यप्रश्नः अस्ति वा? अस्तु, तर्हि अद्य अत्र स्थगयामः. शुभरात्रिः. आगामि मङ्गलवासरायां पुनः मिलामः. धन्यवादः. धन्यवादः भगिनी.